अस्तु, नमस्सर्वेभ्यः। अस्माकं षड्विंशतितमः वर्गः वर्तते, भवतां कृते स्वागतम्। यथा प्रकारः आदौ ध्येयमन्त्रः, सीमा भगिनी भवती एव पठतु। दृश्यते किम्? यस्, नौ ऐ केन् सी। बुद्ध्याया वयं प्रणुदति तपसा विन्दते महत्, गुरुशुश्रूया ज्ञानशान्तिं योगेन विन्दति। ॐ शान्तिश्शान्तिश्शान्तिः। तत्र बुद्ध्या अस्ति, बुद्ध्या गुरुशुश्रूषया, गुरुशुश्रूषया। अस्तु, अन्यत् अन्यः कोऽपि वक्तुम् इच्छति किम्? नमो नमः। अल्टेल्, अल्टेल्। मङ्गलाचरणं। बुद्ध्या भयं प्रणदति तपसा विन्दते मह, प्रणुदति, सोरि, नू केनाट् प्रणु, बुद्ध्या भयं प्रणुदति तपसा विन्दते महत्, गुरुशुश्रूषया ज्ञानं शान्ति योगेन विन्दति। ॐ शान्तिश्शान्तिश्शान्तिः। शान्ति योगेन विन्दति। अस्तु, अस्तु, धन्यवादः। आदौ गृहकार्यम्, गतवर्गस्य गृहकार्यं केनपि कृतं किं? गृहपाकार्यं केनपि कृतं? हेज़् एनिबडी डन् द होम्वर्क्? नमस्ते भगिनि। नमस्ते, तर्हि गृहकार्यं केनपि कृतं किं? हेज़् एनिबडी डन् द होम्वर्क्? ऐ हेव् डन् इट् बट् ऐ एम् नाट् कान्फिडेण्ट्। आं भगिनि। नो, चिन्ता नास्ति, चिन्ता नास्ति, चिन्ता नास्ति। देट् इस् द होल् ऐडिया, टु डू एण्ड् लर्न्, देट् इस् द ओन्लि वे। सो सीमा भगिनी आरम्भं करोतु। प्रथमं तु कृतवन्तः इति अहं मन्ये, चिन्ता नास्ति। द्वितीयं करोतु सीमा भगिनी। I did not see the lot lakar for a patha, so I did it in all different lakars. Okay, you did it in which lakar, lakaraha did you do it? I did it in different ones actually. Which one? No problem. Different ones, ne, chinta nasti. Yatohi, we have, vayam kritavantaha eva, we have done four important lakaras which is there in the syllabus. So, no problem if you have done writ or lat or lung. So I'll say it in English first and then I'll say it in Sanskrit. Okay. My father reads No bagini, no, tatra vakyani na naiva. I just want the lakarah form, like pathati pathatah pathanti pathasi pathatah pathatah. The sentences. Okay. On every form, at least 9. Doesn't matter. Then you will do one thing. As we read, once we finish the form, then we will read the sentence. Chinta nasti. Vakyani tu karaniyam eva. Chinta nasti. Vakyani tu. Vande. Vand dhatu. Vande lot lakar. Kritavati kim? Vadad. You did it, right? Yeah. Prathama ek vachan vandatam, dvi vachan vandatam, bahu vachan vandatam. Madhya Purush, ek vachan vandasva, द्विवचन वन्दे थाम् बहुवचन वन्दाध्वम् वन्दध्वम् उत्तम पुरुष एकवचन वन्दैः वन्दै द्विवचन वन्दावहै बहुवचन वन्दामहै उत्तमम् उत्तमं पठ धातोः रूपाणि केनापि लिखितं किम् वन्द धातु आं भगिनि वन्द तर्हि वदतु विजय तङ्कि महोदय धन्यवादाः सीमा भगिनी पठधातु लोट् लकार एकवचनं पठतु द्विवचनं पठतां बहुवचनं पठन्तु मध्यम पुरुष एकवचन पठ मध्यम पुरुष पठ सॉरी पठ पठ मध्यम पुरुष द्विवचन पठतम मध्यम पुरुष बहुवचन पठत उत्तम पुरुष एकवचन पठानि उत्तम पुरुष द्विवचन पठाव उत्तम पुरुष बहुवचन पठाम उत्तमं धन्यवादाः धन्यवादाः इदानीं तर्हि अदौ अहं किं वक्तुम् इच्छामि इति वाक्यानि कथं रचनीयानि इति सीमा भगिनी पृष्टवती तस्य कृते नियमाः सन्ति किम् मम अभिप्रायः तु अस्ति यत् तथा प्रमाणं नास्ति परन्तु अभ्यासेन अवगम्यते तत्र मुख्यरूपेण प्रातिपदिकस्य ज्ञानं विभक्तयः ज्ञानम् अपि च लकारस्य ज्ञानम् आवश्यकम् अनन्तरं भवतां शब्दकोशं वर्धनीयं तम् अभ्यासेन तत्र सार्वलौकिक प्रथा प्रायः कार्यं करोति नाम पठनं लेखनं श्रवणम् अपि वदनम् आवश्यकम् नान्यः पन्था विद्यते इदानीं प्रत्येकस्यां कक्षायां वाक्यानि रचयामः अनन्तरं संस्कृतेन एव वदनीयम् इति नियमः भविष्यति Have everybody understood what I said? Has everybody understood? No, that means, has anybody understood? Yes. Okay, can you please tell the others what I just said? No, in brief. It will be difficult for me to translate directly into English. No, no, don't translate fully. Just a gist of what I said. Just a gist. Ma'am, we lost the internet connection. Can you please repeat it? Okay, I'll repeat it. But hopefully the network will not play truant this time. Okay. Vakyani katham? रचनीयानि इति सीमा भगिनी पृष्टवती वट् डस् देट् मीन् विजयधन्य सो पृष्टवती ओवर् देर् मीन्स् हौ टु फार्म् सेण्टेन्सेस् इस् वाट् सीमा भगिनी आस्क्ड् मी नौ वाट् ऐ एम् सेयिङ्ग् तस्य कृते नियमाः सन्ति किम् Anybody? Okay. Is there any... The question over... Yeah. Are there any rules for that? Very good. Mama abhiprayaha tu asti yat tatha pramanam nasti parantu abhyasena avagamyate. I understand. No, okay. what is the meaning I want to know in English? Okay. even though it is my opinion and it is not necessarily the rule, doing these sentences will help with the abhyas. Yeah, abhyasa. There is actually no standard rule as such. Just like when we are learning English, the way we do it that way. Tatra mukhya rupena pratiparikasya jnanam, vibhaktinam jnanam, apicha lakarasya jnanam avashyakam. Anybody? You need to know the roots and the tense of the root and tense that you want. Yeah. Cases, tenses, and the forms. Anantaram bhavatam shabdakosham vardhaniyam. Otherwise, we need to expand our dictionary. Otherwise. Anantaram means afterwards. So after knowing this, and it is simultaneous. I'm saying afterwards means not afterwards, but these are the steps or the process. And not necessarily that one comes after the other. You have to increase your vocabulary. Katham abhyasena, again, abhyasena, practice. तत्र सार्वलौकिकप्रथा प्रायः कार्यं करोति नाम पठनं लेखनं श्रवणम् अपि वदनम् आवश्यकम् एनीबडी सो यू हैव टू राइट रीड टॉक एंड लिसन इन संस्कृत टू इंक्रीज योर knowledge. Vocabulary, yeah, and that is the global rule for every language. For every reading, writing, listening and speaking are the four arms of learning a language. Nanya pantha vidyate, it means I don't think, I have not written that, but it is understood that there is no other way. This is a famous Rigveda line. Nanya pantha vidyate ayanaya. There it is for mukti, over here it is to learn, okay? There is no other way. Idanim pratyekasyam kakshayam vakyani rachayamaha. This everybody should understand. Idanim pratyekasyam kakshayam Vakyani Rachayamaha. We did the seventh Vibhakti last time. So in every class, let us form sentences, let us read the sentences that have been formed. Anantaram samskritena eva vadaniyam iti niyamam svikurmaha. So after that, let us all talk in Sanskritam. I think once we reach this stage, we have to start now talking. Doesn't matter, make mistakes. Nobody is perfect. Neither the teacher nor the students, and that is a global rule. Nobody is perfect. So we can do it together. Astu. Now, idani vakyani yat kritavantaha tat parishilayama. I cannot see everybody, I don't know why. तर्हि आदौ के के सन्ति पश्यामि. राजु महोदय, वाक्यानि रचितानि किं भवता? राजु महोदय, I'm beginning. I did not understand the question. Never. Have you formed any sentences? No, I have not. Okay. I'm no still problem. Trying to catch up. No problem, Mahoday. What you do is, as others are telling their sentences, you listen to them, and off the cuff, if you can think of any sentence over there, you can just write it and we can see it again. Okay, no problem. Okay. Seema Bhagini. भवान् सः कः पठतु भवान् सः कः कः पठतु वाट् आर् यु रीडिङ्ग् नौ फार् एक्साम्पल् भवान् भवान् मीन्स् यु सो देर् यु आर् करेक्ट् ओके वाट् इस् कः What is kaha? No, kaha is who? Kim is what? Kim is what? Okay. So, bhavan, kim. Okay, now, pathatu. Pathatu is in which lakaraha? Lot lakaraha. So, you cannot tell him and ask him at the same time, correct? So, you are asking him what? Are you reading? Or let to make it simple, since you have not learned the continuous tense and it is far away from now. So, what do you read? We'll make it simple. What do you read? So, Bhavan Kim. What is the what tense you have to use for read? Present tense. Present tense. So, present tense is which lakara? Patati. भवान् किं पठति वाट् डु यु रीड् भवान् किं पठति दिस् इस् वेर् युर् द रिलेशन्शिप् कम्स् इन् दिस् प्रेसेण्टेशन् आल्सो देर् विल् बि सम् रूल्स् एण्ड् सम् मोर् डीप् एनालिसिस् आफ् सेण्टेन्सेस् विल् डू देट् ओके अग्रिमम् एतौ बालकौ ह्यः प्रथमपाठम् अपठताम् एतौ बालकौ यः यस्टर्डे यस्टर्डे यः प्रथम पाठ अपठताम् अपठताम् सो यू आर् सेयिङ्ग् दट् दे रेड् ओके न अपठताम् इस् इन् विच् लकारः इट्स् द फ्यूचर् नो यः रैट् यस्टर्डे सो इट् इस् द लड् लकार भूतकाल भूतकाल लङ् लकार लङ् लकार नाट् फ्यूचर् लङ् लकार भूतकालः अस्ति सो नौ यु आर् हा पठतं बट् यु हेव् पुट् यु हेव् पुट् तां सो अपठ तं सो नौ देट् इस् वा एतौ बालकौ यु हेव् टु सी द वचनम् आल्सो ओके यु हेव् टु सी द वचनम् आल्सो सो यु हेव् पुट् एतौ बालकौ अपठ तम् ओके यः प्रथमपाठः नौ प्रथमपाठः वाट् हेपन्स् इन् प्रथमपाठः इस् इट् बिकम्स् द सब्जेक्ट् ओन्लि यु हेव् टु पुट् इट् इन् द आब्जेक्ट् वाट् डिड् यु आल् रीड् ओके प्रथमम् आर् रादर् दे आल् रेड् द फस्ट् पाठं सो प्रथमपाठम् अपठतम् You can't have etau balakau these two boys you can't have the you have to have a this one an object right you both read yesterday what the first lesson you got it yeah Bhagini so you have to have the object form astu we'll come back so that everybody can share their sentences कविता भगिनी क्षां विल् कम् बेक् कविता भगिनी वदतु पठतु सः विज्ञापनं पठतु सः विज्ञापनं पठतु चिन्ता नास्ति पठतु तौ पठतां और् ते पठतां ते पुस्तकं पठतां चिन्ता नास्ति सम्यक् अस्ति ते पठन्तु ते परिपत्रं पठन्तु ते परिपत्रं पठन्तु चिन्ता नास्ति उत्तमं त्वं पठ त्वं पठ त्वं पठ त्वं गीतामन्त्रं पठ नौ गीतामन्त्रं हेव् यु रिटन् इट् टुगेदर् Or have you written it separately with a space in between? Together. If it is together, then no problem. Otherwise, you have to say Gita Yaha Shlokam or Mantra of the Gita. Yuvam Pathatam. Yuvam Prathama Adhyaya Pathatam. Pathatam Yuvam Katham. Pathatam tu Prathama Purushe Asti, kila? Pathatam, sorry. हा पठतं सो युवां युवां किं पठतम् इति युवां प्रथम अध्याय पठतम् अध्याय नैव अध्यायम् आल्वेज् रिमेम्बर् देट् या देट् प्रातिपदिकं केनाट् बि यूस्ड् इन् सेण्टेन्सेस् यु हेव् टु यूस् द विभक्ति फार्म् इट्सेल्फ् ओके धन्यवादः भगिनि विजयमहोदय विजयकुमार् महोदय युवां पठतां नास्ति तत्र पठतम् अस्ति यूयं सोरि यूयं पठत यूयं संस्कृतं पठत चिन्ता नास्ति उत्तमम् अहं पठामि अहं गीतासारं पठामि गीतासारम् इस् देर् अ स्पेस् बिट्वीन् नो इफ् देर् नो स्पेस् नो प्राब्लम् गीतासारं पठामि आवां पठावः आवां पठावः नास्ति लोट्लकारे उक्तम् वदन् अस्ति किल टेलिङ्ग् इन् लोट्लकार रैट् सो इन् लो इफ् यु टेलिङ्ग् इन् लोट्लकारः देन् देर् इस् नो विसर्गः पठावः आवां कठोपनिषत् पठावः उत्तमम् अग्रिमं वयं पठामः वयं राष्ट्रगानं पठामः उत्तमं धन्यवादः विजय ढङ्की महोदय सोरि ऐ हेव् नाट् डन् एनी सेण्टेन्सेस् ओके नो प्राब्लम् विशालाक्षी भगिनी नो ऐ हेव् आल्सो नाट् डन् एनी अस्तु सीमा भगिनी राजीव् महोदय वक्तुमिच्छति किम् राजीव् महोदय I will just listen to it. Okay. अस्तु सीमा भगिनी वदतु त्वं ह्य विज्ञानं पठ वा नो इन् नौ यु आर् डूयिङ्ग् लोट् लकार रैट् So this va is usually, will you do it like that, okay? So patha is enough. You read, you are doing agnya. So you don't okay. need a va? You are ordering, you don't need a va. Va means, or if you want to say you will do it, then you have to use the future tense. But when you are doing an agnya, when you say, yes sir, you read, you are telling him you must read, you should read. Read. So there, tvam patha vijnapana. अस्तु अग्रिमं युवां प्रपर्य कः पुस्तकम् अपठतम् अपठतम् उत्तमं यु आर् यूसिङ्ग् द लङ्लकार उत्तमम् अग्रिमं छात्रे सर्वे छात्रे हा छात्र क्षम्यताम् अगेन् प्लीस् छात्रे छात्राः परय्य मराठी अपठत् परेयः मराठी अस्तु मराठीभाषाम् अपठत् बिकास् ओन्ली मराठी मीन्स् संथिङ्ग् दे हेव् टु रीड् रैट् संथिङ्ग् दे हेव् टु रीड् सो भाषाम् अपठत् और् पुस्तकम् अपठत् संथिङ्ग् लैक् उत्तमम् अग्रिमम् अहं ह्यः उपन्यासम् अपठत् अहं ह्यः अपठम् उत्तमम् अग्रिमम् आवां प्रातः समये वार्तापत्रम् अपठाव अपठाव चिन्ता नास्ति यः सर्वे छात्रः प्रार्थनाम् अपठम् अपठाम् अपठाम अपठाम फुल्लि नाट् अपठाम एण्ड् इट् शुड् बि सर्वे छात्राः छात्राः ओके Yeah, because when there are mixed students, whether it is only girls or only boys, chhatra, girls and boys, chhatra. And in fact, only girls also, chhatra only. Mala, mala. Hmm? Uttamam bhakti. What is the difference between lat lakar and lot lakar? Huh. Lat lakar is the present tense. It is the present tense. Lat lakar is the lat. Lat. So, there, where you are reading, one minute, when you are reading that lad lakar, you are reading somewhere lad lakar, right? Yeah. Now, it is lat lakar, but if you are doing a sandhi over there, whichever book you are referring to, sandhi has been done and lad lakar it has become, but it is lat lakar, just remember that. Okay. Okay, lat lakar, so lat lakar is the present tense. I do, you do, he does, she does, we do, they both do like this. Lot lakaraha is an assertive, do, you do, not that he reads, you read, okay. You must read like that, agnya, agnya asti tatra, lot lakaraha, okay, it is an order, agnya of prasthana you can say. But it is an order, it's like, you know, assertive. Do your homework tomorrow. Please do your homework tomorrow, if you are telling somebody. Okay. So, like this. Hmm? Okay, that is the difference between lot lakaraha and lat lakaraha. Thanks. Dhanyavadaha bhagini, uttamam. Parishramam kritavati. कविता भगिनी अथवा विजय महोदय वाक्यानि सन्ति किं परिशीलनस्य कृते वदतु वन्दतां वन्देतां Okay, so vandai, vandai, it has to be that ai matra should be heard. Vandai, vandavahai. वन्दामहै तो सः वन्दताम् हि वर्शिप्स् या ते वन्देताम् ते सुन्दरकाण्डं वन्देताम् सुन्दरकाण्डं वन्देताम् दे वर्शिप् द सुन्दरकाण्डम् ओके चिन्ता नास्ति ते वन्दन्ताम् अध्यापकं वन्दन्ताम् अस्तु उत्तमं ग्रीट् द टीचर् या यू शुड् देट् मीन्स् दे आर् आर्डरिङ्ग् देम् टु डू इट् बिकास् यु आर् डूयिङ्ग् इट् इन् लोट् लकार दे शुड् दे मस्ट् त्वं वन्दस्व त्वम् ईश्वरः वन्दस्व इदानीम् ईश्वर त्वं हा ईश्वरं वन्दस्व उत्तमम् ईश्वरं वन्दस्व युवां वन्देताम् वन्देताम् वन्देताम् इति वदनीयं युवां वन्देताम् युवां मनसेन वन्देताम् केन केन मनसेन मनसेन नौ हियर् दिस् इस् वेर् द प्रातिपदिकम् एण्ड् द विभक्ति कम्स् ओके वि टेन् टु एव्रिबडि टेन्स् टु use the Pumlinga Vibhakti forms very easily because those are the known ones. But Manas, Manas is a Sakarantaha Napumsakalingaha Shabdaha, Manas. If you see the Tritiya, then you have used it correctly. The Vibhakti you have used correctly, but the form is not correct. It is Manasa. Manasa, Manasa, Kim, Vandetham. Agrima? So for everybody, what you need to do is you should have that Pratipadikam. If you have an elephant's memory, though it is very good, but otherwise refer to the book till it becomes a, till it comes by itself. So refer to the books, make sure that Pratipadikam should be there in the mind, and which Vibhakti you are using should be there in the mind. Then even if you refer to the books, that the important thing is that the rule should be known and where you have to use, how you have to use. When, with practice, it will come afterwards. Akshamitam, vadatu. Vayam, vadatu. Vayam vanda dham. Vayam sahita. Vayam kimartham? Vayam. Nene, vayam. Vayam ke kimartham? Vanda dvam. Purusha ha kaha. Ditya. Uyam. मध्यमपुरुषः मध्यमपुरुषः यूयं सैनिकाः वन्दधाम सैनिकाः किमर्थं सैनिकाः सैनिकाः विभक्तिः का इस् इट् द सब्जेक्ट् आर् द आब्जेक्ट् मैम दिस् इस् द आब्जेक्ट् बट् प्लूरल् सो सैनिक हाँ प्लूरल इज सैनिक सैनिकः सैनिकान् रामं रामौ रामान् तथैव सैनिकं सैनिकां सैनिकान् सैनिकान् कान् न वन्दध्वम् अस्तु अग्रिमम् अहं वन्दे जगद्गुरु अहं Vandai, because we are doing Lot Lakara. Otherwise, Vande is Lat Lakara. The sentence is correct. Shloka Svikritavati. Aham Vandai Jagadguru. Agreement. Avam Vandavahe. We avam pitram pitru vandavahe. We worship. There it is. Pitaram. Pitaram. Pitrun it becomes then. Pitrun. Pitrun. Pitrun. P with dirgha rukaraha and then pitrun if you want it in bahuvachana. Agrimam. Vayam vanda mahe, mahe. Mahai. Mahai. Mahi. Vayam vanda mahe. Vayam suryam vanda mahe. Uttam. So, dvitiya vibhaktim svikritavati. Very good. Dhanyavada. Vijay Kumar Mahodaya. Kritavan kim. This I have not done, Bhagini. I have done for my house. You have done for your house. Astu. Tari tatra api gacchamaha. Vadatu. Vadatu Vijay Mahodaya. Grahasya. Mama graham. Mama graham Kerala Rajye Asti. उत्तमं मम गृहस्य नाम महत् अस्ति षष्टिः इति सूचि उत्तमं मम गृहे बह्वशीतलवायु अस्ति सप्तमी मम गृहे वायुः बहवः यु लेफ्ट् टु से सो बहवः Instead of that, you say Vayuhu only, because those forms, otherwise you'll have to keep in front of you and you'll have to do it. Or you'll have to know it. So it is, actually, Vaha Vaha, usually it is when you count, instead of that you tell Mahat, Mahat Vayuhu Asti. That means a lot of these is there. Astu? Sarva Grahaya, Sarvam Grahaya, Yatanam Karoti. चतुर्थी पुनरेकवारं पुनरेकवारं वदतु सर्वं ग्रहाय यतनं करोति तर्हि सर्वम् इति कः देन् यू हेव् टु से सर्वे सर्वे कुर्वन्ति बिकास् योर् लकारः शुड् मेच् वित् योर् वचनम् आफ् योर् प्रोनौन् सो सर्वे ग्रहाय यतनं कुर्वन्ति मम गृहात् वने एकः मार्गम् अस्ति वनात् फ्रोम् द हौस् वनात् मम गृहान् महगृहात् वने मम गृहस्य मम गृहस्य पुरतः एकः मार्गः अस्ति यु केन् से देट् Because you want to say that there is a road, no, in front of the house. Yeah, yeah. Trahasya purataha ekaha margaha asti. Oh. Okay? But it's not a road, it's a garden, I say. Mane. Then paritaha. Oh. Paritaha. Oh. Mama grahasya. Graham paritaha also you can tell. Paritaha to use this second vibhakti. मम गृहस्य पुरतः उद्यानम् अस्ति गृहेण विना सुखं न भवति कस्य विना गृहेण विना गृहेण न आङ्ग्लभाषायां वदतु गृहणी ओके गृहणी कविता भगिनी विना ओके सो देट् यू शुड् यूस् द्वितीया विभक्ति यु शुड् यूस् द्वितीया विना सो गृहिणी गृहिणीं विना मम कृते सुखः नास्ति उत्तमम् उत्तमम् उत्तमम् उत्तमम् बहव कक्षा सन्ति कक्षा मीन्स् वाट् वेय यु मीन् रूम्स् रूम्स् या देन् यु हेव् टु से कोष्ठाः बहवः कोष्ठाः सन्ति मम गृहे एकं पूजागृहम् अपि अस्ति एकम् एकं पूजागृहम् एकं पूजागृहं हा सम्यक् अस्ति मम गृहे सुखशान्ति प्रयच्छति वाट्स् पृच्छति पृच्छति इस् आस्किङ्ग् यच्छति इस् गिविङ्ग् प्रच्छलति चलति किं किं चलति शान्तिः प्रचलति हा शान्तिः प्रचलति मम गृहे शान्तिः प्रचलति और् यु केन् इवन् से वर्तते इन्स्टेड् आफ़् टेलिङ्ग् प्रचलति यु केन् से वर्तते शान्तिः वर्तते देट् मीन्स् देर् इस् पीस् इन् मै हौस् अस्तु इदानीम् अहं किं वदामि इत्युक्ते वि हेव् स्पेण्ट् सम् टैम् आन् द सेण्टेन्सस् if you have done more sentences anybody please send it to me on WhatsApp okay the remaining and we can go on with the next lesson okay Shmita Nasti sarve angi kurvanti no questions are welcome but what I'm saying is sentences we will because we have spent quite some time on that which is necessary but the only thing is that now with this learning, we can form more sentences and more correct sentences. Padatu bhalu. As far as vibhaktis are concerned, what is the difference between accusative and dative? I mean, they are both are true. Yeah, one is accusative is when you are using it as an object. Okay, when you have an object in a sentence, when you have the in English you have subject, verb, object. And dative is when you are doing for somebody. For. Okay. And then there are rules. So when you are using for example, okay, Ramaya Namaha, we do that. Ramaya Ramachandraya Ramabhadraya Vedhase Raghunathaya Nathaya Sita Padaye Pataya Namaha. I'll have to tell the whole thing. Namaha. When you use Namaha, Ramaya Namaha. Yeah. Ganpataye Namaha. Ganpataye Namaha. Okay, thank you. So, Sitaya Pataye Namaha. Pataye Namaha. Four. So, Namaha, when you use, there are, if you look at the earlier slides, if you look at the earlier the recordings or the slides, even the slides, you will see that for the fourth Vibhakti, there are rules. And this is one of them. When you are giving something to somebody, Maisha Dadatu, when you are using the word Da, root Da, okay, for that. So each Vibhakti has rules. Like today we will be doing the Saptami Vibhakti rules. And accordingly you have to use it. So keep the rules of the Vibhaktis in front of you. It will become easier in your forming sentence to make them correct. Okay. Like that only you have the instrumental case, which is the third Tritiya Vibhakti over there, by something. Ramena Karyam Kritam. The work was done or has been done by Rama. By Rama, instrumental. Aham Churikaya Kartanam Karomi. I do cutting with a with, by using a knife, with a knife, like that. Chaturthi is what I have told you. Panchami is when there is an apadan, that is when there is a breaking, the leaves fall from the tree, when there is a separation that happens. Vrikshat patrani patanti. Vrikshat patrani patanti. Vrikshat, you can't tell vrikshaha or vrikshena, etc. Shashti is possessive. Mama pustakam, my book. Saptami we will be doing today. We have already done one, locative, on, upon, in, all those locative. And we'll be doing some more rules today. Astu bhagini? Yes, thank you. Bhavatyaha prashnasya uttaram praptavati kim? Yes, thank you. Samskute vadatu. Aam iti vadatu. Aam bhagini. अस्तु इदानीं किम् अस्ति इत्युक्ते गतवर्गे ऐ होप् यु आर् एन्जाय्ड् द एक्ससैज़् आफ् डूयिङ्ग् द सेण्टेन्सेस् गोयिङ्ग् फार्वर्ड् वि शुड् डू मेनि मोर् ओके गतवर्गे अत्र स्थगितवन्तः इन् द लास्ट् क्लास् वि जस्ट् कम्प्लीटेड् द सेवेन्त् विभक्तिः एण्ड् नौ देर् आर् सम् रूल्स् ओके राजु महोदय पठतु आं भगिनि सप्तमी विभक्ति इतोपि विभक्तिः सप्तमी विभक्तिः कारकसप्तमी अधिकरणसप्तमी औपश्लेषिकः हौ डु यु प्रोनौन्स् इक्वल् टु औपश्लेषिकः because whenever there is a conjunction whenever there is a conjunction aupashleshika Whenever there is a conjunction, for example, aupashleshika, if you take a pause, then the word becomes separate. So, aupashleshika. Whenever there is a conjunct, the half that is there should go with the preceding alphabet. Then it becomes easier. Especially when the preceding one is a rasva, like here, pa, then it makes a difference how you pronounce it. Aupashleshikaha. Aupashleshika. Aupashleshika. Actually, you're not saying shle, you're not saying shle twice. But it sounds as though aupashleshikaha. It sounds as though you're telling it twice. And apparently in the, I'll just digress a bit. Apparently there is a grammar amshaha over there, or a portion over there, which is called dvitvam. If you Google on dvitvam, you'll see that. So you'll get this rule for this pronunciation. And apparently earlier, I don't know the history of it, but it used to be written also twice, apparently. I have read this or heard this somewhere. But of course we are in the Adhunika Kalaha, so we don't have to do that. Aupashleshikaha, Kshamita. Aupashleshikaha. There, when you take the sh along with the pa, pash, then your pronunciation everywhere, especially for mantras, especially where there are shlokas, where there is chandas, then that becomes very easy to read. Astu, Mohde, Patate. I was asking how the equal to sign is pronounced. The equal to sign is over here iti, in the sense that, but here is. The meaning is that. Aupashleshikaha iti ekadesha vyapti rupa adhara. They have given the meaning, they have put it equal, but there is no equal to speaking. It means that. Or you can say arthat aupashleshikah arthat ekadesha vyapti rupadharah. Aupashleshikah arthat ekadesha vyapti rupadharah occupy a part of space. So ibnindi balakah asane upavishati. You have to use saptami vibhakti. Astu, agrimam. Phalani vrikshe santi. So vrikshe and asane are both saptami vibhakti form. Saptami. Agrimam patatu. Abhivyapakah arthat sakala avayava rupa adharah. Sense of pervading. Sile tailam asti. Sarvansmin Atma asti. Sarvasmin Atma asti. So where that Atma pervades like this. Dhanyavada Mahodaya. Dhanyavada. Agri Seema Bhagini Pathatu. Vaishayika arthat Vishataya Sambandha Mulaka Adhara. Vishayata. Yeah, Vishayata. Vishayata. Vishayata sambandha mulak adhar. Bhava vachaka prayogena saha ichha asakti adarha itihi bhakti. Prithihi. Bhaktihi. Bhaktihi. Vinayaha. Namrata. Vidheyata. Ruchihi abhimanaha ityadiha tasya pathane ichha asti. So all these where they are abstract, ichha asaktihi adaraha pritihi etc. In these cases always the seventh vibhakti is used. Okay? How do you remember all this? No, practice only, Bhagini. Practice only, and I think for children the advantage is that the memory plays a very important role. Very, very important role. And you remember automatically by practice, by learning and by teaching. Padatu agrimam. Tasya patane iccha asti. अध्यापिकायां शिष्यस्य आदरः रामे मम भक्तिः पुत्रस्य जनके विधेयता अस्ति स्वधर्मे स्वधर्मै स्वधर्मे मम अभिमानः अस्ति इति अध्याहारः धन्यवादाः विजय कुमार महोदय सेकेण्ड् पार्ट् भगिनि विश्व रैट् हेण्ड् सैड् कालम् तत्र दक्षिणस्तम्भः दक्षिणस्तम्भः रामे मम भक्ति नैव नृत्ये मम आसक्तिः ओ नृत्ये मम आसक्ति आसक्तिः अस्ति इति अध्याहारः देट् मीन्स् अस्ति इस् अण्डर्स्टुड् नृत्ये मम आसक्तिः अस्ति पौत्रस्य प्रीतिः मातामहां मातामहिषां मातामहिषाम् इस् ग्राण्ड् मदर् मेटर्नल् ग्राण्ड् ओ शिष्यः अध्यापके नम्रतां प्रदर्शयति प्रदर्शयति भोजने रुचिः अस्ति निर्धारणार्थे डिस्टिङ्ग्विश् एस् आफ् अन् इण्डिविजुवल् फ्रम् दि होल् अमङ्ग् सो मेनि बुक्स् दिस् वन् इस् गुड् लैक् दिस् Next slide, please. It's light, I think you cannot read it, I'll read it. But it's just highlighted. Patatu, drishyate. Pavitru, anyatam kalidasa. Anyatamaha. Anyatamaha. Anyatamaha kalidasa. Balakeshu, shreshtha. Shreshtha. Shreshtha. Saha. धातुषु सहमतः भवतु अस्तु धन्यवादः सो दिस् इस् एन् इम्पार्टेण्ट् थिङ्ग् बिकास् दिस् सप्तमी विभक्ति जनरली एस्पेशलि इन् द बिगिनिङ्ग् स्टेज् स्टुडेण्ट्स् टेण्ड् टु फर्गेट् दिस् बट् यु हेव् टु रिमेम्बर् दिस् वित् प्राक्टिस् धन्यवादः महोदय कविता भगिनी पठतु सप्तमी विभक्ति इतोपि देट् मीन्स् लिटिल् मोर् सम् मोर् आफ़् इट् आफ़् द रूल्स् उपपदसप्तमी साधु निपुण कुशल प्रवीण प्रयोगः गुड् ओब्लिक् एन्सरि बालकः बालकः अम्बायां साधुः ओब्लिक् कुशलः दट् मीन्स् हि हेपि हि इस् हेपि विच् इस् मदर् मदर् लिटरली इफ् यु ट्रान्स्लेटेड् इन् मदर् बट् इट् मीन्स् इन् हिस् मदर्स् प्रेसेन्स् उपपद मीन्स् देट् ओन्लि उपपद मीन्स् इन् द प्रेसेन्स् आफ् सम्बडि ओके सो द चिल्ड्रन् यु फैण्ड् देट् दे आर् यूजुलि हेपि इन् द प्रेसेन्स् आफ् देर् पेरेण्ट्स् नाट् यूजुलि आल्वेस् दीप्ता नृत्यकलायां निपुणा अस्ति दीप्ता इस् द नेम् आफ् नेम् आफ् गर्ल् अर्जुनः शस्त्रकलायां कुशलः अस्ति राहुलः विज्ञानशास्त्रे प्रवीणः अस्ति Yeah, so these are the, I mean, we cannot ask why it is like that, because it is a grammar rule. With these words, when you want to say that this person is like that, then you tell, you use the noun, for the use the noun in the seventh vibhakti form. Okay, dhanyavadah kavita bhagini. Vijay Thanki mahoday. Aam bhagini. B. Vishwas sneha dhatu prayoga. विश्वासः आक्चुलि विश्वासः इति भवनीयं परन्तु तत्र प्रातिपदिकमस्ति चिन्ता विश्वासः स्नेहः विश्वासः स्नेहः धातुप्रयोगः मित्रे अहं विश्वसिमि मित्रे मम मित्रे अहं विश्वसिमि विश्वसिमि इट्स् नाट् विश्वसिमि इट्स् विश्वसिमि यु सी द डिफ़रेन्स् विश्व इफ् यु रैट् विश्वसिमि देन् यु रैट् टु सर् यु हेव् टु टेल् विश्वसिमि विश्वसिमि मित्रे अहं विश्वसिमि विश्वसिमि मित्रे मम विश्वासः अम्बा पुत्रे स्निह्यति पुत्रे अम्बायाः स्नेहः अस्ति सो वेन् यु यूस् स्नेह एण्ड् वेन् यु यूस् स्निह्यति स्नेहः इस् द नौन् फार्म् नामपदमस्ति अपि च तत्र विश्वासः नामपदमस्ति विश्वसिमि इति क्रियापदं स्निह्यति इति क्रियापदम् अस्तु अग्रिमं करोतु अङ्गे ग्रहणं ताडनं प्रहणं वा होल्ड् बीट् और् स्ट्रैक् आरक्षः चोरं कण्ठे गृह्णाति जनकः पुत्रं हस्ते ताडयति सैनिकः शत्रुपक्ष सैनिकस्य उदरे प्रहरति सो उदरे प्रहरति डजन्ट् मीन् इट् मीन्स् हिट्स् और् हर्ट्स् एण्ड् इन्सैड् मीन्स् आन् आन् लिटरली इन् दिस् केस् ओके सो कण्ठं गृह्णाति इस् राङ्ग् कण्ठे गृह्णाति अस्तु धन्यवादः कण्ठे गृह्णाति ओके सो इफ् यु वाण्ट् टु टेल् हि होल्ड्स् हिस् नेक् then you can't say that kantham grinhati kanthe grinhati that means he holds him by the neck like this okay dhanyavad dhanyavad tatra vishalakshi bhagini abhyasa pustakam asti va bhavatyah sakashe विशालाक्षी भगिनी अस्ति किं हरि ओम् यस् अस्तु यस् पुस्तकमस्ति अभ्यासपुस्तकमस्ति पुटसङ्ख्या अष्टाविंशतिः 28 यु हेव् दिस् सम्भाषणं शिष्टाचारः एनि केस् यु केन् रीड् फ्रोम् युवर् ओन्लि भगिनी चिन्ता नास्ति Okay. This is not a 28. This is 1 minute. Harihi Om Suprabhatam. Namaste Shriman. Swagatam. 1 minute, huh? Excuse me. Agachatu. Kshamyatam. This is a conversation between two people because you don't have the book. I have to tell that. नैव पठतु श्रीमान् अस्ति तत्र श्रीमन् सम्बोधने श्रीमान् कं श्रीमन् नमस्ते श्रीमन् नमस्ते श्रीमन् स्वागतम् आगच्छतु उपविशतु धन्यवादः सर्वं कुशलं वा आं कुशलं भवान् एतत् पुस्तकं स्वीकरोतु कथम् अस्ति एतत् पुस्तकं समीचीन समीचीनम् अस्ति, भवान् अपि पठतु. अस्तु, अनन्तरं पठामि. अहं गच्छामि. तिष्ठतु, पानीयं स्वीकरोतु. क्षम्यतां, मास्तु. So, क्षम्यताम् is excuse me and mastu is no. Yeah. Kshamyata, sorry, I don't want like that. Paniyam sweeparatu, kshamyata. Yeah. And Hari Om, when you greet people. Prachatu Bhagini? Yeah. Samichanam? Samichinam is good, nice, very tasty like that. Sorry, in this case it is not a panikam, but paniyam, but the pustakam. So samichanam, good. Samichinam is good away. You can even say katham asti, samichinam asmi. That way also you can say. Or samyak asmi. Dhanyavadaha. Raju Mahoday, patatu. Dhanyavadaha. Continuation. Sambhashanam shishtacharaha. Kinchit svikarotu. Svikarotu. Kinchit svikarotu. Kinchit svikarotu. Astu. धन्यवादः. शर्करा अधिका अस्ति किल? किला किला शर्करा अधिका अस्ति किल? चिन्ता मास्तु. पिबति पिबति. अहम् आगच्छामि. नमस्कारः नमस्कारः. सो पिबति. सो वयं शर्करा अधिका अस्ति किल? Sugar isn't too much sweet. Avagatam, I'm assuming that everybody has understood the sentences because there is nothing, just for practice. Mahoday, bhavan eva pathatu. Aam. शिष्टाचारः एटिकेट् एकम् एकम् आगच्छ. दृश्यते किम्? एक एकनिमिष, क्षम्यताम्, अहं तत्र स्लैड् श्लोकं पठतु. एकम् एकम् आगच्छ, द्वे द्वे स्वागतं, त्रीणि त्रीणि उपविश, चत्वारि चत्वारि कुशलं वा, पञ्च पञ्च कः विशेषः, षड् षड् कृपया वद, सप्त सप्त दुग्धं पिब, अष्ट अष्ट पुनर्मिलामः, नव नव नमस्ते, दश दश राम राम. वयं न कुर्मः राम राम. अस्तु, धन्यवादः. सीमा भगिनी पठतु. धन्यवादः. This is abhyas rupena eva asti. Shigram shigram patamaha, chintana. Patatu sabhi. Kaha vasaraha, soma vasaraha. Soma vasare kim adhyayam, soma vasare bhashaha. Kaha vasaraha, bhoma vasaraha. Bhoma vasare kim adhyayam, भौमवासरे गणितः च. गणितम् इति गणितम्. दिस् इस् कः वासरः? बुधवासरः. बुधवासरे किम् अध्येयं? बुधवासरे विज्ञानम्. कः वासरः? गुरुवासरः. गुरुवासरे किम् अध्येयं? गुरुवासरे समाजशास्त्रम्. धन्यवादः. शुक्रवासरः. शुक्रवासरे किम् अध्येयं? शुक्रवासरे तन्त्रज्ञानम्. कः वासरः? शनिवासरः. शनिवासरे किम् अध्येयं? शनिवासरे विविधकलाः. कः वासरः? भानुवासरः. भानुवासरे किम् अध्येयं? भानुवासरे अनन्याय. भानुवासरे क्रीडाः. क्रीडाः, अस्तु. सो अनध्यायः एव्रिबडि हेस् कम् टु नो ऐ अस्यूम् बिकास् देर् इस् ऐ मीन् अकार्डिङ्ग् टु आर् शास्त्रास् एनिवे. तर्हि तावदेव. धन्यवादाः. एतत् सर्वम् अभ्यास कविता भगिनी पठतु. आं भगिनि. सुभाषितम्. अभिवादनशीलस्य नित्यं वृद्धोपसेविनः चत्वारि तस्य वर्धन्ते आयुः विद्या यशो बलं. मनुस्मृति 121. यः जनः सर्वदा वृद्धजनानां श्रेष्ठजनानां च सेवां करोति अथ च यः अभिवादनशीलः अस्ति तस्य जनस्य आयुः विद्या यशः बलं च इति एतानि चत्वारि वर्धन्ते. A person who is polite and serves experienced people regularly gains four qualities: age, knowledge, fame and power. तर्हि अभिवादनशीलस्य इति पदस्य विभक्तिः का? तृतीया. रामस्य एनिबडि एनिबडि अभिवादनशीलस्य विभक्तिः का? षष्ठी. षष्ठी अस्ति. षष्ठी अस्ति रामेण. तत्र वर्धन्ते कीदृशं पदम्? वर्धन्ते बहुवचन क्रिया. बहुवचनं परन्तु क्रियापदं. क्रियापदं दट् इस् द आन्सर् ऐ एक्स्पेक्ट्. तस्य तस्य कीदृशं पदं? विभक्तिः का? क्रियापदं. तस्य तस्य षष्ठी. षष्ठी अस्ति तस्य रामस्य शीलस्य. अस्तु धन्यवादः. एतत्तु गीतं गीतं मास्तु मास्तु. एतत् सर्वं कृतवन्तः. इदानीं विजयकुमारमहोदय पठतु. पुरतः सम्यक् अस्ति. पुरतः वामतः पृष्ठतः दक्षिणतः उपरि अधः षष्टिविभक्ति. That means these words, क्षम्यतां महोदय, एतानि पदानि षष्ठी विभक्तिः विभक्तिं स्वीकुर्वन्ति. These words, you have to, when you are using these words, you have to use the Shashti Vibhakti. In front of my house, Grihasya Purata, you have made a sentence already. Patatu. Sa Keshava. Keshava. Saha Keshava. सः केशवः केशवस्य पुरतः शकटः शकटः शकटः शकटः नास्ति महोदय शकटः शकटः अस्ति तस्य. वाट् इस् द मीनिङ्ग् आफ् देट् महोदय? अर्थः कः? केशवस्य पुरतः शकटः अस्ति. तत्र चित्रं दृश्यते किल? केशव मार्केट्. ही गोस् टु मार्केट्. केशव गोस् टु मार्केट्. नो नो नो नो नो. पुरतः मीन्स् इन् फ्रण्ट् आफ्. सो केशवस्य पुरतः, देट् मीन्स् इन् फ्रण्ट् आफ् हिम्, शकटः अस्ति. शकटः इस् द काट्. काट् सि आर् टि काट्. फोटो आल्सो इस् गिवन् है. चित्रम् अस्ति तत्र. चित्रम् अस्ति तत्र. तस्य पृष्ठतः वसतिमन्दिरम् अस्ति. अर्थः कः? दि बेक् आफ् देट् देट् पर्सन्. सो बिहैण्ड् हिम् देर् इस् अ रेसिडेन्शियल् काम्प्लेक्स् मन्दिरं. देट् इस् अ होस्टेल्. तस्य दक्षिणतः देवालयः अस्ति. towards southwards, that's a temple. It is not southwards, huh? Dakshina over there is right, okay? Yeah, that is a that is something which you have to get used to. Vamataha is to the left and Dakshinataha is to the right. Dakshina is also south. It is also south, depending on the context you have to understand it. Taste Vamataha Viksha Asti. On the left there is a tree. Devalasya Upari Kalasha Asti. On the temple, on the top of the temple, there is a kalash. Shakatasya Adaha Shunaka Asti. Shunakaha? This Shakatasya on a wheel? No. No. At the bottom of the cart, in front of the cart, adhaha is below, actually below. Oh. Below the cart, so here it is under the cart. It's a dog. Shunakaha is dog. So purataha in front of, vamataha on the left, upari above, prishtataha behind, dakshinataha to the right, adaha down. Astu. Okay. Vijay Sankhi Mahoday. Bhavataha purataha. Bhavataha purataha kim asti? Mama purataha laptop asti. Astu. भवतः उपरि किम् अस्ति? मम उपरि एक्चुलि कम्प्यूटर् लेप् क्षम्यतां लेप्टाप् ऐ हेव् टु सी बट् सङ्गणकं फार् सो एनिवे उपरि किम् अस्ति? What should I say to fan? व्यजनम्. व्यजनम्. मम उपरि व्यजनम् अस्ति. उत्तमम्. विशालाक्षी भगिनी धन्यवादः. भवत्याः पृष्ठतः किम् अस्ति? पृष्ठतः is what? I don't know now, I forgot. Right? Behind. Purataha is in front. Behind. Vamataha is to the left. Vamataha is to the left. Behind. Prishtataha is to the left. Behind. Door is there. I don't know how to tell it. अन्यथा भित्तिः अस्ति, वाल्. देट् आल्सो यु केन् टेल्. अस्तु, धन्यवादः. राजु महोदय, भवतः दक्षिणतः किम् अस्ति? मम दक्षिणतः पाचकगृहः अस्ति. पाकशाला अस्ति. पाकगृहं when you say गृहं, it is गृहं. पाकशाला is correct. Oh good, we are coming. अस्तु, धन्यवादः. धन्यवादः. राजु महोदय, सीमा भगिनी किम् उक्तवती? श्रुतवान् किम्? वेल्कम्. वयम् आगमिष्यामः इति. आगमिष्यामः आगमिष्यामः. सो वि वेल्कम्, देट् इस् वाट् शी सेयिङ्ग्. भोजनस्य कृते वयम् आगमिष्यामः. अस्तु. अस्तु सीमा भगिनी भवत्याः अधः किमस्ति मम अद्य कार्पेट् अस्ति किं मम अधः कार्पेट् अस्ति बट् और् फ्लोर् अस्ति अहमपि झटिति न किं शय्या अस्ति वदतु मम अद शय्या अस्ति इति वदतु Yeah, only thing is, I'm just thinking, I'll get back to you with the word, it's not coming to my mind. Dhanyavada. So these are the words, and for homework, these are the words you should use to make sentences, okay? That is one part of it. Astu. Dhanyavada. Tatra. Kaha, Kavita Bhagini, Patut. Bhagini. अन्तः षष्टिविभक्ति बहिः षष्टि विभक्ति साधु दट् मीन्स् यूस् आफ् यूसेज् आफ् बहिः एण्ड् अन्तः षष्टिविभक्ति इस् करेक्ट् यु हव् टु यूस् बालकः कुत्र अस्ति बालकः बहिः अस्ति वेरि वेर् इस् द बाय् द बाय् इस् औट्सैड् बालका बालिका कुत्र अस्ति बालिका अन्तः अस्ति वेर् इस् द गर्ल् द गर्ल् इस् इन्सैड् इदानीं विजयकुमार् महोदय प्रश्नान् रचयतु नौ यु फार्म् द क्वश्चन् एण्ड् द आन्सर् एण्ड् एण्ड् टेल् द आन्सर् नैव नैव आदौ प्रश्नः अच्छा अच्छा मार्जालः कुत्र अस्ति मार्जालः बहिः अस्ति बहिः अस्ति किं चित्रं पश्यतु चित्रं पश्यतु वाट् इस् मार्जालः मार्जालः इस् केट् मार्जालः अन्तः अस्ति शुनकः शुनकः कुत्र अस्ति शुनकः बहिः शुनकः बहिः अस्ति ओके शुनकः बहिः अस्ति अन्तः नौ हियर् इम्पार्टेण्ट् थिङ्ग् इस् इन्सैड् वाट् एण्ड् औट्सैड् वाट् सो मार्जालः ग्रहस्य अन्तः अस्ति शुनकः ग्रहस्य बहिः अस्ति बहिः यु केन् यूस् फिफ्त् विभक्ति आल्सो गृहात् बहिः अस्ति तत्र विजय थङ्कि महोदय तत्र अन्तिमं धन्यवादः महोदय कविता भगिनी च विजय थङ्कि महोदय अन्तिमं वाक्यं पठतु नमस्ते महोदय अन्तिमं वाक्यं पठतु अवधेयं बहिः इत्येन पञ्चमी विभक्तिः षष्ठिविभक्तिः वा इत्यनेन देट् मीन्स् बहिः यु केन् यूस् पञ्चमी एण्ड् षष्ठिः आल्सो ओके अस्तु इतोपि पठतु कर्मपदं क्रियायाः फलाश्रयः बेर् द फ्रूट् आफ् द एक्शन् So, bearer of the fruit of the action. So, Kshamedam, so now, this will help in forming sentences also. Okay? So, Patatu. Dhatu, Arthah, meaning of verb. Vyaparah, act, doing. Kartrapadam, Vyaparasya, Astrayam. Phalam, fruit. कर्मपदं फलस्य आश्रयम् सो ओवर् हियर् वाट् द मेन् थिङ्ग् ओवर् हियर् इस् देट् द डुअर् इफ् यु लिटरलि ट्रान्स्लेटेड् इस् टेकिङ्ग् the shelter of the action or is doing the action. And what is there in the object? Karmapadam. Karmapadam is the object. Karmapadam is the result of the action. Okay, over here, ashrayam is a very, very beautiful, actually, poetically it is a beautiful word. So we are taking the support of being able to do the action. I like this word very much. Okay, so the doer is the kartrupadam or subject, and the karmapadam is the result, okay, result of the action. Okay, dhanyavada. Are there any questions relating to this? Because this will help you in forming sentences. Astu. Avagatam iti manye. But prichatu. Kartrupadam is the process. Kartrupadam is the doer, the word which indicates who is doing it. Who is it? That person. Vyaparasya ashrayam, that means that person is taking the support of the action. Okay, now when I am reading, you got it right, the action. Vyapara literally means transaction, but over here we will take it as action. Thank you. Avagatam iti manye. I'm assuming that all I've understood. If there are questions, you can always ask me later. Vishalakshi Bhagini Patatu. Yes. Karma Paddam Kriyayaha Phalashrayaha. Bearer of the fruit of the action. Patalaha. What is the meaning of patalaha? Screen. Okay. The screen. Pashyati. Ka pashyati? Mahila pashyati. Mahila kim pashyati? Bhagini. So ka pashyati? What does that mean? Ka pashyati? Who is seeing? So mahila pashyati, a lady is seeing. Mahila kim pashyati? Mahila patalam pashyati. She is watching the screen. What is she seeing? She is seeing the screen. Patalam. So now, the important thing over here is the patalaha is the prathama vibhakti, patalam is the dvitiya vibhakti, but over here the screen is the object. Tatra karma padam asti, natu kartrupadam. So kartrupadam, which is the kartrupadam, Vishalakshi Bhagini? Kartrupadam kim? Is pashyati. Katham? Kartru is no, by mahila. Mahila. Huh? So kartrupadam is mahila. Okay. Yeah, mahila. Mahila. Okay, so this is mahila, yeah. Pashyati is the kriyapadam, no? Kriyapadam. Pashyati is kriyapadam? Aam. Pashyati is kriyapadam. Uttam. Yeah, So this is what, if I have a agnya asti bhavantah chet, tari aham bhavatam agnya asti chet, aham harishyami. If I have your permission, we'll just do a couple of more screens. Raju Mahode, patatu. Karmapadam kriyayaha phalashrayaha. Karmapadam, bearer of the fruit of the action. Nayati, kahe nayati, purushaha nayati. The man is carrying. Purushaha kim nayati, purushaha asandam nayati. What is there in the box also you read, Romode? Asandaha is the Prathamna Vibhakti. Asandam mm-hmm. is the Dvitiya Vibhakti. And we are using Dvitiya Vibhakti. So, ideally, what you should do is do this, the sentences like that only. Pathati. Kaha pathati? Saha pathati. Saha kim pathati? Saha pustakam pathati. And then you will remember that you have to use the Dvitiya Vibhakti. Dhanyavada Hamode. Seema Bhagini pathatu. द्वितीया विभक्तिः राम रामः इस् द प्रथमा विभक्तिः तत्र द्वितीया विभक्ति वृक्षः द्वितीया विभक्तिः का वृक्षम् अस्तु पठतु भगिनि कर्मफलं क्रियायाः फलाश्रयः बेरर् आफ् द फ्रूट् आफ् द एक्शन् खादति कः खादति चित्रोष्टः खादति चित्रोष्ट्रः किं खादति चित्रोष्ट्रः पर्णं खादति Parnam Atra? Is like vanam, ekvachan, and also dvivachan. Dvitiya Vibhakti. Not dvivachan. Dvivachan, Dvitiya Vibhakti. Dhanyavada, Bhagini. Dhanyavada. Tari, agrime, we'll continue with the next time. Astu, dhanyavada, Neke. पुनर्मिलामः धन्यवादः प्रश्नाः सन्ति चेत् पृच्छन्तु ओके शान्तिमन्त्रं वदतु विशालाक्षी भगिनी वदतु शान्तिमन्त्रम् आर् यू पुटिङ्ग् इट् आन् द स्क्रीन् नो यु नो इट् नो या ओके ऐ विल् टेल् स्वस्ति प्रजाभ्यः परिपालयन्ताम् न्यायेन मार्गेण महीषाः गोभूचरेभ्यः शुभमस्तु नित्यम् लोकाः समस्ताः सुखिनो भवन्तु ॐ शान्तिश्शान्तिश्शान्तिः हरिः ॐ श्रीकृष्णार्पणमस्तु अनेके धन्यवादाः सर्वेषां कृते Oh. धन्यवादः